पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायम् 83 नारद उवाच भगवन् सर्वमाख्यातं यद्यत् पृष्टं मया गुरो अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमं शिव उवाच साधु विप्रत्वया पृष्टं सर्वलोकहितैषिणा रहस्यमपि वक्ष्यामि तन्मे निगदतशृणु दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह सर्वे नित्यामुनिश्रेष्ठवसन्ति गुणशालिनः यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः तथा ते नित्यलीलायां सन्ति वृन्दावने भुवि गमनागमने नित्यं करोति वनगोष्ठयोः गोचारणं वयस्यैव विना सुरविखातनम् करकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः प्रच्छन्नेनैव भावेन रमयन्ति निजप्रियम् आत्मानं चिन्तये तत्र तासां मध्ये मनोरमां रूपयौवनसम्पन्नां किशोरीं प्रमदाकृतिं नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीं प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् राधिकानुचरीं तत्र तत्सेवनपरायणां कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीं प्रीत्यानुदिवसं यत्नातयोः सङ्गमकारिणीं तत्सेवनसुहाह्लादभावेनादि सुनिर्वृताम् इत्यात्मानं विचिन्त्यैव तत्र सेवां समाचरेद ब्राह्मं मुहूर्तमारभ्य यावत् स्यात्तु महानिशा नारद उवाच हरेर्दैनन्दिनीं लीलां श्रोतुमिच्छामि तत्त्वदः लीलामजानदा सेव्यो मनसा दुःखदं हरिः शिव उवाच नाहं जानामि तां लीलां हरेर्नारदतत्त्वदः वृन्दा देवीमिदो गच्छ सा दे लीलां प्रवक्ष्यति अविदूर इदस्नानात् केशीतीर्थसमीपदः सखी सङ्गवृदा सास्ते गोविन्दपरिचारिका सूद उवाच इत्युक्तस्थं परिक्रम्य हृष्टो नत्वा पुनः पुनः वृन्दाश्रमं जगामाथ नारदो मुनिसत्तमः वृन्दापि नारदं दृष्ट्वा प्रणम्य च पुनः पुनः उवाच च मुनिश्रेष्ठ कथमत्रा गदिस्तव नारद उवाच त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने वृन्दोवाच रहस्यमपि वक्ष्यामि कृष्णभक्तोऽसि नारद न प्रकाश्यं त्वयाप्येदद्गुह्याद्गुह्यतरं महद मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्चमण्डिते कल्पवृक्षनिकुञ्जे दु दिव्यरत्नमये गृहे निद्रितौ तिष्ठतस्तल्पे निबिडालिङ्गितौ मिधः मदाज्ञाकारिभिः पश्चात् पक्षिभिर्बोधितावपि गाढालिङ्गनजानन्दमाप्तौ तद्भङ्गकातरौ न मनः कुरुतस्तल्पात् समुद्धातुं मनागपि ततश्च सारिकासङ्घैः शुकाद्यैः परितो मुहुः बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम् उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ प्रविश्य सेवां कुर्वन्ति तत्काले ह्युचितां तयोः पुनश्च सारिकावाक्यैस्तावुद्धाय स्वतल्पतः गच्छत स्वस्वभवनं भीत्युत्कण्ठाकुलौ ततः प्रातश्च बोधितो मात्रा तल्पादुद्धाय सत्वरः कृत्वा कृष्णो दन्तकाष्ठं बलदेवसमन्वितः मात्रानुमोदितो यादि गोशालां सखिभिर्वृतः राधाभिबोधिता विप्र वयस्याभिस्वतल्पदः उद्धाय दन्तकाष्ठादि कृत्वाभ्यङ्गं समाचरेद् स्नानवेदीं ततो गत्वा स्नापिता सा निजालिभिः भूषागृहे व्रजे तत्र वयस्या भूषयन्त्यपि भूषणैर्विविधैर्दिव्यैः गन्धमाल्यानुलेपनैः तद सखीजनैस्तस्याः श्वश्रूं सम्प्रार्थ्य यत्नदः कर्तुमाहूयते स्वन्नं स सखी सा यशोदया नारद उवाच कथमाहूयते देवी पाकार्थं तु यशोदया सतीषु पाककर्त्रीषु रोहिणी प्रमुखास्वपि वृन्दोवाच पूर्वं दुर्वाससा दत्तो वरस्तस्यै महामुने इति कात्यायनी वक्त्रा श्रुतमासीन्मया पुरा त्वया यत्पच्यते देवि तदन्नं मदनुग्रहाद मिष्टं स्यादमृतस्पर्धि भोक्तु रायुष्करं तथा इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला आयुष्मान्मे भवेत्पुत्रः स्वादु लोभात्तथा सति श्रुत्वानुमोदिता हृष्टा सापि नन्दालयं व्रजेत् स सखी प्रकरा तत्र गत्वा पाकं करोति च कृष्णोऽपि दुग्ध्वाघा काश्चिद्दोहयित्वा जनैः पराः आगच्छति पितुर्वाक्या स्वगृहं सखिभिर्वृतः अभ्यङ्गमर्दनं कृत्वा दासैः संस्नापितो मुदा दौदवस्त्रधरस्रग्वी चन्दनाक्तकलेवरः द्विफालबद्धचिकुरैर्ग्रीवा भालोपरिस्फुरन् चन्द्राकारस्फुरद्भाल तिलकालकरञ्जितः कङ्कणाङ्गदकेयूररत्नमुद्रालसत्करः मुक्ताहारस्फुरद्वक्षा मकराकृतिकुण्डलः मुहुराकारितो मात्रा प्रविशेद्भोजनालयम् अवलम्ब्यकरं सख्युर्बलदेवमनुव्रतः भुङ्क्तेध विविधानानि भ्राता च सखिभिर्वृतः हासयन्विविधैर्हास्यैः सखीं स्तैर्हसदि स्वयम् युद्धं भुक्त्वा तथा चम्य दिव्यकट्वो परीक्षणं विश्रम्य सेवकैर्दत्तं ताम्बूलं विभजन्नदन् गोपवेषधरकृष्णो धेनुवृन्दपुरःसरः व्रजवासिजनैप्रीत्या सर्वैरनुगधपधि पितरं मातरं नत्वा नेत्रान्धेनापिदं गणम् यथा योग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेद वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः विकारैर्विविधैस्तत्र वने विक्रीडदे मुदा वञ्जयित्वा ततः सर्वान् द्वित्रै प्रियसखैर्वृदः सङ्केतकं व्रजे धर्षात् प्रिया सन्दर्शनोत्सुकः सापि कृष्णं वनं यादं दृष्ट्वा स्वं गृहमागता सूर्यादिपूजाव्याजेन कुसुमा हृदये तथा वञ्जयित्वा गुरुन्यादिप्रियसङ्गेच्छया वनं युद्धं तौ बहु यत्नेन मिलित्वा कानने तदः विहारैर्विविधैस्तत्र दिनं विक्रीडदो मुदा दोलायां च समारूढौ सखिभिर्दोलितौ क्वचिद क्वापि वेणुं करस्रस्तं प्रियया पह्नुदं हरिः अन्वेषयन्नुपालब्धो विप्रलब्धप्रियाङ्गणैः हसितैर्बहुधाताभिर्हासितस्तत्र तिष्ठति वसन्तवायुनाजुष्ठं वनखण्डं मुदा क्वचिद् प्रविश्य चन्दनाम्भोभिः कुङ्कुमादिजलैरपि निषिञ्चदो यन्त्रमुक्तैस्तत्पङ्क्तैर्लिम्पदोमिधः सख्योऽप्येवं निषिञ्चन्ति ताश्च तौ सिञ्चतः पुनः वसन्तवायुजुष्टेषु वनखण्डेषु सर्वदः तत्तत्कालोचितैर्नाना विहारै सगणौ द्विज श्रान्तौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम उपविश्यासने दिव्ये मधुपानं प्रचक्रदुः ततो मधु मदोन्मत्तौ निद्रया मिलिते क्षणौ मिथपाणिसमालम्ब्य कामबाणवशं गदौ रिरंसू विशदकुञ्चं कलद्वां मनसौपधि क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा सख्योऽपि मधुभिर्मत्ता निद्रया पीडिते क्षणाः अभिधो मञ्जुकुञ्जेषु सर्वा एवापि शिशिरे पृथके केन वपुषा कृष्णोऽपि युगपद्विभुः सर्वासां संनिधिं गच्छेत् प्रियया प्रेरितो मुहुः रमयित्वा च दा सर्वा करिणीर्गजराडिव प्रियया च तदा ताभिक्रीडार्थं स सरोव्रजेद जलसेकैर्मिधस्तत्र क्रीडतः सगणौ ततः वासस्रचन्दनैर्दिव्यैर्भूषणैरभिभूषितौ तत्रैव सरसस्थिरे दिव्यरत्नमये गृहे प्रागेव फलमूलानि कल्पितानि मया मुने हरिस्तु प्रथमं भुक्त्वा कान्तया परिवेष्टितः द्वित्राभिसेवितो गच्छेच्छय्यां पुष्पविनिर्मितां ताम्बूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः सेव्यमानो हस्संस्ताभिर्मोददे प्रयसीं स्मरन् राधिकापि हरौ सुप्ते सगणा मुदितान्तरा अपि तत्र गदप्राणा तदुच्छिष्टं भुनक्ति च किञ्चिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनं द्रष्टुं कान्तमुखाम्भोजं चकोरीव निशाकरं ताम्बूलचर्विदं तस्य तत्रत्याभिर्निवेदितुं ताम्बूलान्यपि चाश्नादि विभजन्ति प्रियालिषु कृष्णोऽपि तासां शुश्रूषु स्वच्छन्दं भाषितं मिथः प्राप्तनिद्र इवाभादि विनिद्रोऽपि पडावृदः ताश्चक्ष्वेलीक्षणं कृत्वा कुतश्चिदनुमानतः विदश्य रसनां दम्भिः पश्यन्तोऽन्योन्यमाननं विलीना इव लज्जाब्धौ क्षणमूचूर्ण किञ्चन क्षणादेव ततो वस्त्रं दूरीकृत्य तदङ्गदः साधु निद्रां गतोऽसीति हास यन्द्योः सन्ति च एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम उपविश्यासने दिव्ये सगणौ विस्तृते मुदा पणीकृत्य मिथोहार चुम्बाश्लेष परिच्छदान् अक्षैर्विक्रीडितप्रेम्णा नर्मालापपुरःसरं पराजितोऽभिप्रियया जिदोहमिति वै ब्रुवन् हारादिग्रहणे तस्या प्रवृत्तस्ताड्यते तया तयैवं ताडितकृष्णकरेणास्य सरोरुहे विषण्णमानसो भूत्वा गन्तुं प्रकुरुते मदिं जितोऽस्मि चेत्त्वया देवि गृह्यतां यत् पणीकृतम् चुम्बनादिमया दत्तमित्युक्त्वा सा तथाचरेद कौडिल्यं तत् भ्रुवोर्द्रष्टुं श्रोतुं तत्भर्सनं वचः तदसारीशुकानां च श्रुत्वा वागाहवमिथः निर्गच्छतस्तदस्नानात् गन्धुकामौ गृहं प्रति कृष्णकान्तामनुज्ञाप्य गवामभिमुखं व्रजेद साधु सूर्यगृहं गच्छेत् सखी मण्डलसंयुधा कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः विप्रवेशं समास्थाय यादि सूर्यगृहं प्रति सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखी जनैः तदैव कल्पितैर्वेदैः परिहासविगर्भितैः ततस्ताज्ञापितं कान्तं परिज्ञाय विचक्षणाः आनन्दसागरे मग्ना न विदुस्वं न चापरम् विहारैर्विविधैरेवं सार्धयामद्वयं मुने नीत्वा गृहं व्रजेयुस्तात् स च कृष्णो गवां व्रजेद सङ्गम्य स्वसखीं कृष्णो गृहीत्वा गाः समन्ततः आगच्छति व्रजं हर्षान्नादयन् मुरलद्यं मुने तदो नन्दादय सर्वे श्रुत्वा वेणुरवं हरेः गोधूलिपटलव्यातं दृष्ट्वा चाभिनभस्थलं विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च कृष्णस्याभिमुखं यान्ति तद्दर्शनसमुत्सुकाः राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः कृष्णोऽपि तान् समागम्य यथा वदनुपूर्वशः दर्शनस्पर्शनैर्वाजास्मितपूर्वावलोकनैः गोपवृद्धान् नमस्कारैः कायिकैर्वाचिकैरपि अष्टाङ्गपादैः पितरौ रोहिणीमपि नारद नेत्रान्तसूचितेनैव विनयेन प्रियां तथा एवं तैस्तद्यथा योग्यं व्रजौ कोऽभिप्रपूजितः गवालये तदा गाश्च सम्प्रवेश्य समन्ततः पितृभ्यामर्थितो यादिभ्राता सह निजालयं स्नात्वा पीत्वा तत्र किञ्चित् भुक्त्वा मात्रानुमोदितः गवालयं पुनर्यादि दोग्धुकामो गवाम्भयः ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन पित्रा सार्धं गृहं यादि तत्र भावशदानुगः तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च भुनक्ति विविधान्नानि चर्व्य चोष्यादिकानि च तन्मधिप्रार्थनात् पूर्वं राधिका च तथैव प्रस्थापयेत् सखिद्वारा पक्वान्नानि तदालयं श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह सभागृहं व्रजेत्तैश्च जुष्टं बन्दिजनादिभिः पक्वान्नानि गृहीत्वा या सख्यस्तत्र पुरोगताः बहूनि च पुनस्तानि प्रदत्तानि यशोदया सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयन्ति च सर्वं ताभिः समानीय राधिकायै निवेद्यते साभिभुक्त्वा सखी वर्गयुधा तदनुपूर्वशः सखीभिर्मण्डिता तिष्ठेदभि सर्तुं समुद्यत प्रस्ताप्यते मया काचिदिद एव तदसखी तयाभिसारिदासाध यमुनाया समीपदः कल्पवृक्षनिकुञ्जेऽस्मिन् दिव्यरत्नमये गृहे सितकृष्णनिशायोग्यवेषायादिसखीवृता कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः कात्यायन्या मनोज्ञानि श्रुत्वा सङ्गीतकान्यपि धनधान्यादिभिस्ताश्च प्रणीत्वा विधानदः जनैराराधितो मात्रा यादिसङ्ख्यानिकेतनं मादरिप्रस्थितायां च भोजयित्वा ततो गृहम् सकेतकं कान्तयात्र समागच्छेदलक्षितः मिलित्वा तावुभावत्र क्रीडदो वनराजिषु विहारैर्विविधैरासलास्यहासपुरःसरैः सार्धया मद्वयं नीत्वा रात्रेरेवं विहारतः शुशुप्सु विशदकुञ्जं पक्षिणीभिरलक्षितौ एकान्ते कुसुमै कृप्ते केलितल्पे मनोहरे सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः इति ते सर्वमाख्यातं नैत्यगं चरितं हरेः पापिनोऽपि विमुच्यन्ते श्रवणादस्य नारद नारद उवाच धन्योऽस्मि अनुगृहीतोऽस्मि त्वया देविन संशयः हरेर्दैनं दिनी लीला यतो मेद्यप्रकाशिता सुद उवाच इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः अन्तर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः मया प्येदचानुपूर्व्यात् सर्वमेव प्रकीर्तितम् जपे नित्यं प्रयत्नेन मन्त्रयुग्ममनुत्तमं कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नदः तेनोक्तं नारदायापि नारदेन ममोदितं संस्कारांश्च विधायैव मया प्येदत्तवोदितं त्वयाप्येदद्गोपनीयं रहस्यं परमाद्भुतं शौनक उवाच कृतकृत्यो भवं साक्षात्त्वत्प्रसादादहं गुरो रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितं सूद उवाच धर्मानेदानुपादिष्टञ्जल्पमन्त्रमहर्निशम् अचिरादेव तद्दास्यमवाप्स्यसि न संशयः मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः गुरोर्गुरोर्भानु जाह्याकुले गोपीश्वरस्य च इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावं शृण्वन्ति ये भक्तियुधा मनुष्यास्ते यान्ति नित्यं पदमच्युतस्य धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम् स्वर्गापवर्गसम्पत्तिकारणं पापनाशनं भक्त्या पठन्ति ये नित्यं मानवा विष्णुतत्पराः न तेषां पुनरावृत्तिर्विष्णुलोकात् कथञ्चन इति श्रीपद्मपुराणे पादालखण्डे वृन्दावनमहात्म्ये त्र्यशीतितमोऽध्यायः समाप्तं वृन्दावनमाहात्म्यम् ॐ